नमस्कारः. करपत्रमस्ति, अद्यतनकरपत्रमस्ति शत्रन्तरूपाणि प्रातिपदिकनिर्माणम् इति. भगिनी वक्तुमिच्छति किं सारांशरूपेण गतसप्ताहे वयं किं दृष्टवन्तः इति, आरम्भतः किम् अस्ति एकस्मिन् विषये प्रायः वाक्यद्वयम् इति कृत्वा बहु संक्षिप्तरूपेण पुनस्मरणाय, सूत्राणि सर्वाणि पुनस्मरणाय. आं भगिनि, शत्रुषाणक्यप्रत्ययोः विषये अत्र दत्तमस्ति. वर्तमानार्थे तेषाम् उपयोगं कुर्मः. अत्र शत्रुषाणक्ययोः प्रसङ्गे अपि वर्तमाने लट् इति सूत्रेण कर्तरि शप् आयाति. अपि च लटः शत्रुषाण च क्वा प्रथमा समानाधिकरणे अनेन सूत्रेण अत्र वर्तमानकालार्थे एव सदृशाणचौ भवतः. अपि च कर्तृपदं प्रथमाविभक्त्यन्तरूपमस्ति चेत् तत्र तथा तत्र न वक्तव्यम् इति एतत् सूत्रं वदति. मतद्वयं वर्तते इति, सूत्रे तु समानाधिकरणे उक्तमस्ति, किन्तु भवती उक्तवती नन्वोर् विभाषा इति सूत्रेण तत्र विकल्पेन अनेन सूत्रेण इति नास्ति, तस्मात् सूत्रात् विभाषा इति अनुवृत्तिः आयाति इति केषाञ्चन मतं. किमर्थम् इत्युक्ते यत् भाषा अस्ति तदनुसृत्य एव व्याकरणं भवतु खलु. प्रायः पाणिनेः काले तथा नासीत्, अनन्तरम् आगतः इति कृत्वा प्रायः अन्ये ये व्याकरणाः सन्ति ते तादृशं स्वीकुर्वन्ति इति स्यात्. विभाषा इत्यपि अनुवृत्तिः स्वीकृत्य प्रथमाविभक्तौ अपि विकल्पेन भवितुमर्हति इति ते वदन्ति. आम्, इत्युक्ते अत्र अत्र नन्वर् विभाषा इति सूत्रे विभाषा इति पदमस्ति, तत् विभाषा इति पदम् अनुवृत्तरूपेण स्वीकृत्य अत्र विकल्पेन अपि वक्तुं शक्यते इति उक्तवती. इत्युक्ते अत्र मतद्वयमस्ति. अनन्तरं भविष्यत्कालार्थे अपि सदृशाणचोः प्रयोगः अर्हः इति दत्तमस्ति. तस्य कृते अत्र लृटः सद्वा इति सूत्रमस्ति. अत्र एकं संज्ञासूत्रमपि भवती उक्तवती तत्र अत्र तौ सत् इति अन्य संज्ञासूत्रमस्ति. तेन शत्रुषाणचौ द्वौ अपि अत्र सत्संज्ञां प्राप्नुतः इति दृष्टवन्तः वयम्. अपि च शत्रुप्रत्ययः केवलं परस्मैपदीनां कृते एव, शाणप्रत्ययः आत्मनेपदीनां कृते कर्त्रर्थे, किन्तु सर्वेषां धातूनां कृते कर्मण्यर्थे कर्मण्यर्थे परस्मैपदी धातुभ्यः अपि च आत्मनेपदीधातुभ्यः च शाणच् प्रत्ययः भवति. अनन्तरं लघुमार्गस्य चर्चा आसीत्. लघुमार्गस्य चर्चा, आम् आं भगिनि. अत्र सत्रन्तपदानां निर्माणार्थं प्रथमतया प्रातिपदिकं निर्मामः, तदनन्तरं सुप्रत्ययस्य योजनं कुर्मः. अत्र सत्रन्तप्रातिपदिकं कथं निर्मातव्यम् इत्यस्मिन् विषये अत्र लघुमार्गः अस्ति. लघुमार्गः इत्युक्ते साधारणतया लट् लट्लकारस्य बहुवचनरूपं स्वीकृत्य तत्र तस्मात् अन्ति इत्यस्मिन् स्थाने अत् योजयित्वा वदामश्चेत् सत्रन्तप्रातिपदिकं सिद्ध्यति. अत्र लघुमार्गः तादृशः अस्ति, किन्तु शास्त्ररीत्या कुर्मः चेदपि तदेव भवति. अत्र यद्यपि लघुमार्गं स्वीकृत्य वयं रूपं साधयामः, तथापि तस्मात् पूर्वं तस्य तत्र शास्त्रीयरीतिः अस्ति एव. अनन्तरं लघुमार्गः अपि च जुहोत्यादिगणे अन्ति न आगच्छति, केवलम् अति एव आगच्छति. अति रूपम् किमर्थं समानम् अस्ति इत्युक्ते अत्र अस्माकम् एतस्य शत्रु अपि अजादि अपि प्रत्ययः अस्ति. अन्ति इति यत् बहुवचने आयाति तदपि अजादि अपि प्रत्ययः अस्ति इति कृत्वा समान कार्यं भवति द्वयोः इति कृत्वा तदेव अनुसृत्य बहुवचने यत् रूपमस्ति तदनुसृत्य वयं लघुमार्गं योजयामः. किन्तु शास्त्रेत्य समानं प्रत्ययः समानमस्ति इति कृत्वा समानकार्याणि इति कृत्वा शास्त्रीयरीति एव लघुमार्गः अपि शास्त्रीयरीत्या सङ्गच्छति एव इति उक्तमासीत् महोदय. आम् आम् आं भगिनि, तदेव वक्तव्यम् इत्युक्ते अत्र लघुमार्गः अथवा शास्त्रीयरीतिः द्वयोः मध्ये तत्र साम्यं किम् इत्युक्ते अत्र शास्त्रीयरीत्या रूपनिर्माणं कुर्मः चेत् तत्र अत्र शास्त्रीयरीतिः दत्तमस्ति. अत्र गम्लृ धातुं स्वीकृत्य पश्यामश्चेत् अन्तपर्यन्तं सोपानानि तिङन्तनिर्माण निर्माणार्थम् अपि च सकन्तप्रातिपदिकनिर्माणार्थं तत्र सोपानानि समानानि एव, केवलम् अन्तिमसोपानम् एव भिन्नं भवति. अतः अत्र गम् धातोः विषये चिन्तनं कुर्मः चेत् तत्र अन्तिमं सोपानं गच्छ योगः अन्ति इति योजयामः तिङन्तपदा साधनार्थं, किन्तु अत्र शत्रन्तरूपसाधनार्थम् अत् योजयामः. धन्यवादः भगिनि. साक्षिप्रायः सरलभगिनी वदति किं भगिनि? अस्तु, शत्र शानच् प्रत्ययः कित् प्रत्ययाः सन्ति ते षित् भूत्वा सार्वधातुक इति संज्ञा अपि प्राप्नोति. अतः क्रिया तिङन्तप्रत्यय सार्वधातुकप्रक्रिया भवति, तथैव प्रक्रिया एत प्रत्यय प्रति भवति. अतः सार्वधातुक निर्माणं कर्ते सार्वधातुकप्रक्रिया यथा भगिनी इदानीम् उक्तवती समान एव अस्ति. पूर्वं यत् लट् शत्र शानच् समानाधिकरणे इति सूत्रेण लट् विवक्षायां शप् आगच्छति, सो तत् अनुगुण तत्र शप् आगत्य तद् गुण गणानां विचारं भवति, सो गण अनुसृत्य कार्यं भवति. तदनन्तरं यदि वयं प्रातिपदिकं क्रियापदस्य योजित्वा प्रातिपदिकम् आप्नुमः, कृत् तदित् समासे इति सूत्रेण कृत् तदित् समासश्चेति सूत्रेण प्रातिपदिकं संज्ञा भवति. इदानीं तदनन्तरं द्वे प्रक्रिया आगच्छति, नपुंसकपुल्लिङ्गे अपि स्त्रीलिङ्गे भिन्ना प्रक्रिया भवति. नपुंसक स्त्री नपुंसकपुल्लिङ्गे प्रातिपदक योजित्वा ये सुप्रत्ययन्त अस्ति तत्र मम आगमस्य विचारं भवति, यथा सर्वनामस्थाने नपुंसक पुल्लिङ्गे इति प्रथम पञ्च सुप्रत्ययां निमागमस्य विचारः आगच्छति. किन्तु स्त्री प्रक्रियायां स्त्रीलिङ्गे तत्र पुल्लिङ्गे क्षम्यतां, प्रायः गतसप्तते सप्ताहे मया स्पष्टतया न उक्तमासीत्, पुल्लिङ्गे प्रथमपञ्चस्थानं सर्वनामस्थानम् इति अस्ति. पुल्लिङ्गस्य स्त्रीलिङ्गस्य अपि सर्वनामस्थानं स्तः प्रथमपञ्चस्थानानि. अनन्तरं नपुंसकलिङ्गे तु बहुवचन प्रथमाविभक्तौ द्वितीयाविभक्तौ बहुवचनं सर्वनामसंज्ञा प्राप्नोति. अस्तु, किन्तु स्त्रीलिङ्गे विचारः भवति प्रातिपदिके भेदम् अस्ति स्त्रीलिङ्गे नपुंसकपुल्लिङ्गे. नपुंसकपुल्लिङ्गे सुप्रत्ययान्तां तत्र आगमस्य विचारः गच्छति, किन्तु स्त्रीलिङ्गे यदि प्रातिपदिकं निर्माणानन्तरं प्रथमं नुमागमस्य विचारः आगच्छति, यदा ई प्रत्यय नदी इति संज्ञा अस्ति, नी प्रत्यय इति योजयामः, तदनन्तरं द्वे सूत्रे स्तः उगस्तश्च अपि शप् शनो नृत्यं प्रायः तद् आरम्भतः स्त्रीलिङ्गे वयं पश्यामः भगिनि. धन्यवादः भगिनि. पुष्पभगिनी अस्ति किम्? अस्ति अरुणा भगिनी वा पुष्पभगिनी वा नामनं अत्र प्रदर्शति. पुष्पभगिनी अरुणा भगिनी आसीत् किम्? नमस्ते पुष्पभगिनी. अस्तु अस्तु, अनानिमस् इति एव तत्र प्रदर्शयति. मया न जानामि कथम् तत् काय आगच्छति. अस्तु भगिनि, अस्तु नास्ति चिन्ता. भगिनी पठति किं भगिनि स्त्रीलिङ्गे इति आरभ्य? हा एकनिमिष भगिनि, अहं तस्मात् पूर्वं गते सप्ताहे भवन्तः पृष्टवन्तः खलु किमित्युक्ते प्रत्याः सन्ति अस्माकं नीम् इति ईकारान्तस्त्रीलिङ्गप्रत्ययः, अनन्तरं टाप् छाप् ढाप् इति आकारान्तस्त्रीलिङ्गप्रत्ययः सन्ति इति दृष्टवन्तः खलु. यथा वयं हल्याभ्युदिगस्वति प्रोक्तं हल् इति सरसूत्रे पश्यामः, तर्हि तादृश षड् स्त्रीलिङ्गप्रत्ययाः सन्ति. तर्हि तस्य उदाहरणानि पृष्टवन्तः, स्मरन्ति किं नीप् इत्यस्य उदाहरणम् इति? मया न स्मृतं. भवती न पृष्टवती, सरला भगिनी लक्ष्मी भगिनी च प्रायः पृष्टवती इति मन्ये. आवश्यकं किं किमित्युक्ते अत्र नीप् प्रत्ययस्य कृते 415 इति सूत्रम् चतुर्थाध्यायस्य प्रथमपादस्य पञ्चमसूत्रम्, अत्र राज्ञी कर्त्री इति अस्ति खलु, तदस्ति नीप् प्रत्ययस्य उदाहरणम्. अनन्तरम् एतदपि शत्रु कृते गच्छन्ति अपि नीप् अस्ति. पुष्प भगिनी ध्वनिः श्रूयते भवत्याः? इदानीं पुस्तकं तत्तु नीप् अस्ति. 415 उदाहरणार्थं वदामि, नीप् प्रत्ययस्य उदाहरणम् अस्ति अस्ति अत्र 415 मध्ये पश्यामः. नदी अस्ति, कर्त्री अस्ति, राज्ञी अस्ति, एतेस्तु नीप् प्रत्ययः अस्ति. अनन्तरं नीश् इति द्वितीयमस्ति खलु, नीश् इति प्रत्ययः निशिति प्रत्ययः पतिकी नर्तकी एते सर्वे तु निशिति प्रत्ययः. कथं निश् कथं निश् नटी निशिति तस्य तु तदेव अस्ति. अनन्तरं ङकारस्य अपि लोपः भवति चुट्टु अनेन, तर्हि इ एव अवशिष्यते. गौरी नटी हरिणी किं सूत्रं 414 441. अस्तु भगिनि. नीश् अनन्तरम् अनन्तरं नीम् इति प्रत्ययः 4173 पश्यन्ति चेत् तत्र तु बतु प्रत्ययस्य अनन्तरं यत् आयाति, भोगवती गौरीमती इति सर्वं मतु प्रत्ययस्य अनन्तरं तु नीम् इति प्रत्ययः आयाति. अन्ते तु ईकारः एव अवशिष्यते, अन्ततो गत्वा ई एव अवशिष्यते, किन्तु भिन्नप्रत्ययाः सन्ति, त्रिविधाः सन्ति. तथा एव टाप् इत्यस्य सूत्रमस्ति, एकं सूत्रमस्ति, अनेके सूत्राणि सन्ति, एकं सूत्रमस्ति 414 इति. किं किं वदति? आचार्य षकारस्य वदनेन टकारः आगच्छति. ज्येष्ठा, कनिष्ठा, बाला, पाकावस्था इति सर्वे ताप् अनन्तरम् अस्ति चाप् इति अन्यप्रत्ययः. भगिनी लक्ष्मी भगिनी प्रश्नः अस्ति किम्? न न पुनः एकवारं सम्यक्तया न श्रुतवती भगिनी, पुनः वदतु. टाप् इति प्रत्ययः 414 इति सूत्रं भगिनि. उदाहरणार्थम् एकं सूत्रं वदामि, अनेके सूत्राणि सन्ति. 414 इति सूत्रात् टाप् इति आदेशः भवति. टाप् इति अस्यपि टकारस्य इत्संज्ञा भवति, पकारस्य इत्संज्ञा भवति, अन्ते तु आ इति एव अवशिष्यते. तर्हि उदाहरणार्थम् अस्ति ज्येष्ठा, कनिष्ठा, दंष्ट्रा, अजा, कोकिला, चटका, अश्वा, मूषका, बाला, न न आकारः स्त्रीलिङ्गशब्दः. टाप् टाप् छाप् वयम् अहं तु श्रीलिङ्गप्रत्ययानां विषये गतसप्ताहे पृष्टवन्तः स्त्रीलिङ्गप्रत्ययाः के के इति, तदनन्तरं वदामि. अनन्तरं द्वितीय स्त्रीलिङ्ग आकारान्तप्रत्ययः अस्ति चाप् इति. 4174 अस्ति तत्तु. उदाहरणार्थं वदामः चेत् तत्र उदाहरणं अनेके न सन्ति, प्रायः मया न लब्धम्. आम्बष्टः इति आम्बष्टः इति तेषां नाम पुल्लिङ्गे, स्त्रीलिङ्गे तेषां नामकरणं भवति आम्बष्टा इति. तत्तु सार्वधातुक आर्धधातुक न न, वयं तु केवलम् अधुना तादृश सार्वधातुक अर्धधातुक नामपदमस्ति खलु सुप्रत्ययाः. एतत् सुप्रत्ययः अपि नास्ति, सन्ति स्त्रीप्रत्ययः. 714174 इति छाप् प्रत्ययः. उदाहरणं किम् अस्ति अहं न अवगतवती. मया तु अधिकाः न प्राप्ताः, किन्तु उदाहरणार्थम् एकं प्राप्तवती. आम्बष्ट इति एकं प्रायः स्थानम् अस्ति. तेषां निवासिनः ये सन्ति तस्य नाम वदामः चेत् पुल्लिङ्गे तु आम्बष्टः इति आयाति, स्त्रीलिङ्गे आम्बष्टा इति. तत्र छाप् प्रत्ययः आगच्छति. भगिनी अत्र अष्टाध्यायी डाट् काम् मध्ये पश्यामि अहम्. अत्र काशिकावृत्तिः इति एकं दत्तमस्ति, तत्र अन्यानि पदानि दत्तानि, तानि उदाहरणरीत्या स्वीकर्तुं न शक्नुवन्ति? आं भगिनि, कौसल्या इति साधारणं पदम् इति कृत्वा कौसल्या इति. इत्युक्ते तद्धितान्तं पदम् अपि च स्त्रीप्रत्ययः अपि अस्ति तत्र प्रायः आम्बष्ट्या कौसल्या इति दत्तमस्ति. आम् अनन्तरं तृतीयम् अस्ति डाप् इति प्रत्ययः, 413 इति सूत्रम्. पुनः वदतु. 413 डाप् इति, तस्य तु उदाहरणानि सुलोमा, सुष्ठुः लोमा, लोमान् अस्याः इति कृत्वा सुलोमा इति. अनन्तरं सप्तनामनि यस्याः सप्तनामा इति, यत्र यत्र बहुव्रीहिसमासः आयाति तदनन्तरं तादृशं तत्र स्त्रीप्रत्ययः आगच्छति इति प्रायः तथा मन्ये. उदाहरणद्वयमपि तथा अस्ति. सप्तनामा इति, यस्य नाम यस्य सप्तनामानि सन्ति तत् सा तु सप्तनामा इति. तत्र आ इति तु अन्ते डाप् प्रत्ययः अस्ति इति. अनन्तरं सुष्ठुः लोमान् यस्याः इति, प्रायः केशः इति मन्ये लोमान् इत्युक्ते तर्हि केशः इति मन्ये, तर्हि सुलोमा इति तस्य नाम इति. तदासीत् स्त्री प्रत्ययस्य विषये. किन्तु अत्र स्त्रीलिङ्गे इति पश्यामः चेत् अस्माकं सूत्रे तु उगितश्च इत्यनेन उगित् प्रत्ययात् यत्र शत्रुप्रत्ययः तु उगितस्ति इति कृत्वा स्त्रियाम् उगितः प्रातिपदिकात् नीप् प्रत्ययः आगच्छति इति 416 सूत्रम्. अस्माकम् उगितस्य इति सूत्रं 416 शत्रुप्रत्ययः इत्युक्ते उगितस्य इति सूत्रेण उगित् अस्ति शत्रु इति कृत्वा उगितस्य अनेन नीप् प्रत्ययः. अस्तु पठावः, वयं पठामः. पुष्पा भगिनी पठति किं उगितश्च? अस्माकं पाठे गते सप्ताहे दृष्टवन्तः उगितस्य इति सूत्रं तदेव नीप् प्रत्ययस्य विधानम्. स्त्रियां शत्रुन्तः प्रातिपदिकं नदी शब्दवत् सर्वत्र नाम ईकारान्तशब्दः तत्र सर्वनाम सर्वत्र सर्वत्र तत्र प्रमुखप्रश्नः भवति नकारः नुमागमः कुत्र कुत्र आयाति अपि च कुत्र न तथा यथा बालिका वदन्ती चलति इत्यस्मिन् वद् धातोः स्त्रियां नुमागमः भवति परन्तु बालिका कार्यं कुर्वती चलति इत्यस्मिन् कृ धातोः स्त्रियां नुमागमः न भवति स्त्रियाम् अयं नुमागमः प्रातिपदिके आयाति. हा अत्र वदामि वदामि पठामि पूरयतु भगिनि. स्त्रियां स्त्रियां नुमागमः भवति प्रातिपदिके एव अतः प्रातिपदिकनिर्माणसमये नुम् आगमविचारः करणीयः. अस्तु अत्र स्त्रीलिङ्गे स्त्रियां शस्त्रन्त्र शत्रन्त प्रातिपदिकं नदी शब्दवत् सर्वत्र अस्ति नाम ईकारान्तशब्दः तत्तु प्रमुखप्रश्नः भवति नुमागमः कुत्र कुत्र अस्ति कुत्र कुत्र न भवति इति न आयाति इति अत्र यथा उष्ण उदाहरणं दीयते बालिका वदन्ती चलति इति अत्र नुमागमः अस्ति स्त्रियां परन्तु बालिका कार्यं कुर्वती चलति इत्यस्मिन् कृदाते धातोः नुमागमः न भवति अत्र स्त्रियां प्रातिपदिके नुमागमः आयाति स्त्रियां नुमागमः भवति प्रातिपदिके एव समये निर्माणसमये नुमागमः विचारं करणीयं कुत्र आगच्छति कुत्र न आगच्छति इति. अस्तु भगिनि, धन्यवादः भगिनि. लक्ष्मी भगिनी पठति. भगिनि सूत्राणां कृते धन्यवादः भगिनि. अत्र स्त्रीप्रातिपदिकं द्वादिगणे दिवादिगणे चुरादिगणे अत्र एषु त्रिषु गणेषु सत्रन्तप्रातिपदिके नुमागमः नित्यः वद्योगः आयोगः अत् वदत् इति पुंसि नपुंसके च सत्रन्तप्रातिपदिकं प्रक्रिया यथा पूर्वोक्तम् अत्र भ्वादिगणे दिवादिगणे चुरादिगणे अत्र भ्वादिगणे विकरणप्रत्ययः शप् अस्ति, चुरादिगणे अपि शप् अस्ति, दिवादिगणे ष्यन् अस्ति. अतः अत्र एषु गणेषु सत्रन्तप्रातिपदिके नुमागमः नित्यः. स्त्री स्त्रियाम् इत्युक्ते स्त्रीलिङ्गरूपेषु एव नुमागमः नित्यः भवति. अत्र पुंलिङ्गे नपुंसके च प्रातिपदिकं कथं सिध्यति इति पश्यामश्चेत् तत्र वद् धातुः अस्ति. तदनन्तरं शत्रुप्रत्ययः कर्त्रार्थे एव योजयामः, अपि च शत्रुप्रत्ययः षित् अस्ति इति कारणतः अत्र पद्ये शप् आयाति. शप् इत्यस्मात् केवलम् आ एव तिष्ठति. अनन्तरं शत्रुप्रत्ययः शत्रु इत्यस्मात् ऋकार शकारयोः अनुबन्धलोपानन्तरं पति एव अवशिष्यते. अत्र अतः वदत् वर्णमेलनं कृत्वा वदति इति भवति. पुंसि नपुंसके च शत्रन्तप्रातिपदिकं तादृशरीत्या प्रातिपदिकं निर्मामः. तदनन्तरं स्त्रीप्रत्ययानां योजनं भवति. प्रक्रिया यथा पूर्वोक्तमिति उक्तमस्ति. अत्र प्रातिपदिकं सत्रन्तप्रातिपदिकं पुंलिङ्गे अपि च नपुंसकलिङ्गे वदत् तत् प्रातिपदिकं स्वीकृत्य उदितस्य इत्यनेन उदितप्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां नि प्रत्ययः भवति. अतः एव वदति इति रूपम् आगच्छति. तदनन्तरं शप् शनोर्नित्यम् इत्यनेन भ्वादिगणे दिवादिगणे चुरादिगणे च नित्यं नुमागमः भवति. तदर्थमेव वदन्ति इति स्त्रियां सत्रन्तप्रातिपदिकम् आगच्छति. इत्युक्ते अत्र नुमागमः प्रातिपदिके स्त्रीलिङ्गप्रातिपदिके एव अस्ति. इत्युक्ते अत्र ऊजितस्य इति सूत्रं किं वदति इत्युक्ते अत्र उक् इति एकः प्रत्याहारः. तस्मिन् प्रत्याहारे ऊरु लृ एते वर्णाः सन्ति. अत्र उक् प्रत्याहारस्थ वर्णः इक् वर्णः इत् वर्णः अस्ति इति कृत्वा सत्रप्रत्ययः उजित् संज्ञां प्राप्नोति. तदर्थम् अतः उजितस्य इति सूत्रेण उजित् प्रातिपदिकेभ्यः इत्युक्ते सत्रन्तप्रातिपदिकेभ्यः स्त्री लिङ्गरूपविवक्षायां नीप्रत्ययं योजयामः. यदि नीप्रत्ययस्य योजनेन वदति इति रूपम् आगच्छति तदानीम् एव शप् शनोर्नित्यम् इति अन्यत् सूत्रमस्ति, विशिष्टसूत्रम्. अनेन सूत्रेण भुवादिगणे दिवादिगणे चुरादिगणे स्त्रीलिङ्गसत्रन्तरूपेषु नुमागमः नित्यं भवति. अतः एव वदन्ति इति रूपं सिध्यति. अत्र भुवादिगणे भूधातुः धातोः रूपाणि स्त्रीलिङ्गे त्रिषु वचनेषु भवन्ति, भवन्त्यौ, भवन्त्यः. इत्युक्ते अत्र नुमागमः प्रातिपदिके एव आगतः. अत्र तदर्थमेव अत्र प्रातिपदिकमेव वदन्ति अथवा भवन्ति इति रूपाणि. दिवादिगणे दिव् धातुः अस्ति, तत्र प्रातिपदिकम् एव दीव्यन्ति. अतः प्रथमाविभक्ति त्रिषु वचनेषु रूपाणि दीव्यन्ति, दीव्यन्त्यौ, दीव्यन्त्यः. चुरादिगणे चोरि इति धातुः वयं जानीमः एव चुर् इति धातुः अस्ति, किन्तु निच् योजयामः चुरादिगणे. अतः चोरि इति आतिदेशिकधातुः निजन्तधातुः आगतम्. अत्रापि शप् विकरणप्रत्ययं योजयामः. अत्र शप् शनोर्नित्यं किं वदति इत्युक्ते अत्र भवादिगणे शप् शप् विकरणप्रत्ययः, चुरादिगणे अपि शप् अस्ति, दिवादिगणे शन् अस्ति. तदर्थमेव शप् शनोः प्रत्ययोः इति सूत्रं. शप् शन् प्रत्यययोः अवर्णात् अङ्गात् सत्रन्ताङ्गस्य नुमागमः भवति, किन्तु नित्यं भवति. कदा इत्युक्ते हि प्रत्यये परे अथवा नदीप्रत्यये परे. नदीप्रत्ययः इत्युक्ते कः इत्युक्ते नदी इति एका संज्ञा अस्ति. नदी प्रत्यये तस्मिन् नीप्रत्ययः नीष्प्रत्ययः नीन्प्रत्ययः एते त्रयः प्रत्ययाः नदीसंज्ञां प्राप्नुवन्ति इत्युक्ते तस्मिन् अन्तर्भूताः इति कृत्वा अत्र अस्माकं विषयः तु उगितश्च इत्यनेन नीप्रत्ययः आगच्छति इति उगितश्च वदति. यदा नीप्रत्ययः आगच्छति तदा शप्शनोर्नित्यम् इत्यनेन नुमागमः भवति. इत्युक्ते अत्र नुमागमः कुत्र भवति इति अपि चिन्तनीयं भवति. तदर्थमेव अत्र परिभाषासूत्रं वा भगिनि? आं भगिनि, सत्यम्. अत्र नुमागमः इत्युक्ते किम् इत्युक्ते अत्र नुम् इत्यस्मिन् मकारः मित् अस्ति, अतः अत्र मिदचोन्त्यात् परः इति परिभाषासूत्रेण. सूत्रं किं वदति इत्युक्ते यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति इत्युक्ते अत्र मिदचोन्त्यः अत्र भव इति अङ्गमस्ति, अत्र भव इति अङ्गमस्ति, अत्र अच्वर्णेषु अन्तिम अच्वर्णात् अनन्तरं नुमागमः भवति इति वदामश्चेत् अत्र भव अत्र अकारः श्रूयते, तदनन्तरं नकारः आगच्छति. अपि च किं वदति अयं मित् तस्य वर्णसमुदायस्य अन्तिम अवयवः भवति इति उक्तमस्ति. अनेन सूत्रेण नुमागमः मध्ये आयाति इति वक्तुं शक्नुमः वा? आं भगिनि, अनुमागमः अन्तिम अच्वर्ण किमस्ति, आं मध्ये आयाति, सत्यं भगिनि. आम् अन्तिम अच्वर्णात् किमस्ति, अच्वर्णात् परे आयाति इति खलु. एकवारम् अत्र आद्यन्तौ तकितौ इति सूत्रमस्ति, तत्र भिन्नरीत्या किं भवति एकवारं किञ्चित् वदतु. अस्तु भगिनि, आद्यन्तौ टकितौ इत्यनेन टित् अस्ति चेत् आदि इत्यनेन सह टित् सङ्गच्छति, अन्त इत्यनेन सङ्गच्छति इत्यनेन सह कित् सङ्गच्छति, तर्हि टित् अस्ति चेत् शानि इत्यस्य आदौ आयाति, कित् अस्ति चेत् शानि इत्यस्य अनन्तरम् आयाति. द्वितीयसूत्रमस्ति मिदच्छोन्त्यात् परः इति, अनेन किम् इत्युक्ते मित् अस्ति चेत् अन्तिम अचुवर्णात् परः आयाति, तानि इत्यस्य अन्तिम अचुवर्णात् परः. तर्हि तानि किं पदस्य इति नास्ति चिन्तनम् अत्र, सर्वत्र तु सूत्रे यद् एतत् परिभाषासूत्राणि सन्ति, एतानि तु परिभाषासूत्राणि सन्ति. तर्हि विधायकसूत्रं किम् अस्ति खलु नुमागमस्य वा तादृश आगमस्य, तर्हि तादृशविधायकसूत्राणां यत् तानि अस्ति स्थानिनेः आदौ नो चेत् स्थानिनेः अनन्तरं प्रत्ययः भवितुमर्हति, धातुः भवितुमर्हति, धातोः भागः अपि भवित् अङ्गस्य भागः अपि भवितुमर्हति. तर्हि स्थानी इति यत्तुक्तमस्ति स्थानिनः आदौ स्थानिनः अनन्तरं नो चेत् स्थानिनः अन्तिम अचुवर्णात् परः इति अर्थः. भगिनि, यदि प्रश्नः नुमागम अत्र यथा तत्र प्रत्ययन्त्रो भवन्ति भवति, तत्र कस्य नुमागमः अस्ति? तत्र अत्रैव अस्ति शप्शनोः आत् अङ्गात् इति उक्तमस्ति. शतुः नित्यं नुमागमः शत्रुप्रत्ययस्य का विषये इति अत्र अत्र तु इत्युक्ते उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति उक्तम् अस्ति खलु. एकनिमिषम् अवर्णात् नदी प्रत्यये परे बलीयान् उभयनिर्देशे अस्तु वा तत् सूत्रमस्ति एकनिमिषं भगिनि तत्र इदागम प्रत्ययः भवति अस्तु शप्शनोः इति शप्शनोः अङ्गस्य इति अस्ति खलु अङ्गस्य अस्तु सो वद इति वद अस्ति वद अच पर्यन्तम् आगच्छति सो अकारस्य अनन्तरं वदन्ति नकार न न एकनिमिषं भगिनि क्षम्यतां मम दोषः अत्र तु अन्तिम अचुवर्णात् प्राक् इति आयाति अचुवर्णात् अन्तरं उगितस्य एकनिमिषं भगिनि शप्शन आचतुः नित्यं नुमागमः भवति नदी प्रत्ययः परे अस्ति अस्तु तर्हि अनन्तरम् अङ्गं तु पूर्वम् अस्ति कीदृश अङ्गं शप्शन् अङ्गं पूर्वम् अस्ति शप्शन् अङ्गस्य अनन्तरं सो अनन्तरं आचिनद्यो नो निमिनन्ति इति सूत्रं पश्यामः चेत् प्रायः सारल्यं भवति तत्र आत् अकारान्ताङ्गात् नुमागमः भवति अकारान्ताम् अङ्गानां नुमागमः भवति इति भवति किं किम् एकनिमिषं महोदय करपत्रे अस्ति किम् तर्हि अत्र न वयं पश्यामः चेत् अत्र तु शीनद्योः इति उक्तमस्ति अत्र पञ्च उभयनिर्देशात् पञ्चमी निर्देश बलियान् इत्यनेन सप्तमी निर्देशः यत् अस्ति तदेव स्थानी इति भवति खलु तर्हि नदी प्रत्यये परे इति तर्हि शीनद्योः इति एव स्वीकरणीयं तर्हि यत् प्रत्ययः क्षम्यता सत्यं शतुः इति अस्ति शतुः इत्युक्ते शत्रुप्रत्ययः यत्र आयाति शत्रुप्रत्ययस्य नुमागमः भवति शत्रुप्रत्ययस्य अस्तु नुमागमः तर्हि पश्यामः चेत् गच्छ गच्छ योगः अत् योगः नीप् प्रत्ययः अस्ति खलु महोदय उदाहरणं दत्तम् अस्ति वदयोग नुमयोग वयं पश्यामः तत् पश्यामः चेत् वदयोगः अत् योगः नीप् इति स्वीकुर्मः वद इति शपङ्गम् अनन्तरं शत्रुप्रत्ययस्य भागः अस्ति अत् इति अनन्तरं नीप् इति अस्ति तर्हि अत्र सूत्रे उक्तमस्ति शतुः नित्यं नुम् इति शतुः इति शतुः इति तदेव षष्टि विभक्त्यां सूचितमस्ति खलु तर्हि शत्रुप्रत्यये तर्हि अत् इति प्रत्ययस्य नुमागमः अस्ति इत्युक्ते अकारस्य अनन्तरम् आयाति तर्हि अ इन् इत् इति आगच्छति तर्हि किं भवति कदा भवति अ इन् इति नुमागमः इत्युक्ते स्त्रीप्रत्ययः अग्रे अस्ति चेत् तर्हि वद योगः अत् योगः नीप् इति स्थितौ अकारस्य अकारयोः तकारयोः मध्ये नुम् आगमः विधीयते तर्हि नकारः मध्ये आगच्छति तर्हि वद इन् इत् इति वदन्ति इति रूपम् अस्ति पूर्वं शप्शनोः आत् इति पञ्चमी आत् अङ्गात् इति उक्तमस्ति तर्हि वद इति अङ्गमस्ति अवर्ण शप्शन् शप् अङ्गमस्ति पञ्चमी निर्देशः अस्ति अनन्तरं श्रीनद्योः इति नीप्रत्ययः परे अस्ति सप्तमी विभक्ति अनन्तरं शतुः इति मध्ये तस्य षष्टिविभक्त्याम् उक्तमस्ति तत्रैव कार्यं भवति तदेव तदेव स्थाने अस्ति स्पष्टं किल भगिनि अत्र अत्र वदयोगः अत् इति वदामश्चेत् तत्र अतोगुणे इत्यस्य प्रसक्तिः अस्ति वा आं भगिनि सत्यम् तत्तु अनन्तरम् आयाति. प्रथमं ऋमागमः आगच्छति, तदनन्तरम् अतो गुणे इत्यनेन मेलनं भगिनी महोदय उक्तवान् अतो गुण भूत्वा तदनन्तरं ऋमागमः आगच्छति. सा पृष्टवती वर्गे, सा उक्तवान् यदा अधोभागे अत्र उदाहरणमस्ति वद वद योग नुं योगत योग इ अस्ति, भवती पश्यति किम् इत्युक्ते अत्र तु तत्र वद वद सा उक्तवान् अतो गुणनन्तरम् अस्ति वद, तत्तु द्रष्टव्यं भगिनी किमित्युक्ते वद इति अतो गुणे इति प्रायः पूर्वं स्यात्, तर्हि शतुः अङ्ग शतुः इति उक्तमस्ति खलु, तर्हि प्रायः शतुः अङ्गस्य इति महोदय अत्र त्रयभाग उक्त कृतवान् वद इति तस्य वद इति यदि प्रथमं शप् आगत्य शपश्यन् इति आगत्य भवति वद, तदनन्तरम् अत् आगच्छति, तत् तदनन्तरं तृतीयभागमस्ति इ आगच्छति, तदेव उक्तवती खलु वद इति शपङ्गम्, अनन्तरं शत्रुप्रत्ययः अत् इति, तदनन्तरं नि प्रत्ययः स्त्री इति भागत्रयमस्ति. पञ्चमी विभक्ति निर्देशः तु द्वय अत्र तु उक्तमस्ति, पञ्चमी इत्युक्ते पूर्वम् अस्ति खलु, तर्हि परकार्यम् अस्ति, तर्हि शप्शनोः आत् अङ्गात् इति पञ्चमी अस्ति, तर्हि तद् तादृशवद इति अङ्गम् आदौ, अनन्तरं शतुः इति उक्तमस्ति, स्थानी अस्ति, तत्तु मध्ये आगच्छति, तर्हि शत्रुप्रत्ययः अत् इति अस्ति. अनन्तरं श्रीनद्योः इति उक्तमस्ति सप्तमी निर्देशः, तत्तु परकार्यम् अस्ति, तर्हि पूर्वकार्यमस्ति क्षम्यतां, तर्हि नीपप्रत्ययः परे आगच्छति इति. साधु अत्र किं प्रथमं किम् इत्युक्ते अत्र प्रथमम् अतो गुणे आगच्छति वा नुमागमः प्रथमम् आगच्छति वा इति द्रष्टव्यं, बलाबलचिन्तनं कर्तव्यं, किन्तु यत्किमपि आदौ भवतु बाधा तु नास्ति खलु, तर्हि तादृश नास्ति, किं सूत्रं प्रथमं कार्यं कुर्यात् इति प्रायः तादृश तस्य विशेषता नास्ति इति मन्ये. अस्तु, यत्र यत्र बाधा वर्तते तत्र एव अस्माभिः तादृशचिन्तनं कर्तव्यं. साधु अस्तु भगिनि, भगिनी निवारितं किम् इदच्छन्ति अत् परः इति प्रश्नः. आं भगिनि धन्यवादः. अस्तु सरला भगिनी पठति किं भगिनि, सूत्रं पठामि वा? आं भगिनि उगतश्च उगतप्रातिपदेकेभ्यः स्त्रीत्वविवक्षायां नि प्रत्ययः भवति. न न तत्तु अत् अभवत्, तत्तु अभवत् भगिनी, भगिनी सूत्रद्वयमपि पठितवती, त्रयमपि पठितवती, नशापदान्तस्य जलि अनुस्वरति सर्वान् वयं जानीमः खलु, अधुना विस्तारेण इति ततः. अधुना विस्तारेण पुनः वदन्ति इति प्रातिपदकस्य व्युत्पत्ति व्युत् उत्पत्ति प्रक्रियाम् अवलोकयामः. वदत् स्त्रीत्वविवक्षायाम् उगतश्च इत्यनेन उगत् प्राप्ति प्रातिपदकेभ्य ङी प्रत्ययः भवति. वदत् योग ङी लोपलशक्पदे हल्यन्तं तस्य लोप. वदत् योग इ शप् शोण नित्यम् इत्यनेन भ्वादिगणे द्वादिगणे चुरादिगणे च नित्य निमागम भवति. इदानीं प्रक्रिया प्रदृष्टम् अस्ति, यदि वदत् प्रातिपद प्रातिपदिकं वयं वद्धातु तद् शत्रप्रत्यययोजनेन लट् विवक्ष्यामं शत्र आगच्छति, तत्र शप् मध्ये आगच्छति, सो वद इति भवति शप्, तदनन्तरं शत्रु प्रत्यय शत्र तस्य यदा भगिनी उक्तवती शकारस्य लशको तद्धे ऋकारस्य अज उपदेशे अधुनानुसिक इति अनुबन्धानन्तरलोपान्तरम् आगच्छति वदयोग वदयोग अथ तदनन्तरम् अतो गुणे इति अनेन वदत् इति प्रातिपदिकं वयम् आप्नुमः. इदानीं विवक्षा स्त्रीलिङ्गम् अस्ति, तदा शत्रु इति ऋत् ऋकारा ऋत् अस्ति, उगत् इति भवति प्रत्याहारे आगच्छति ऋकार, तत् उगत् अस्ति. उगत् इति सूत्रेण यदि स्त्री स्त्रीविवक्षायां ङि प्रत्यय योजनं भवति, सो वदत् योगङि पकारस्य लोपः भवति हलन्त्य नेम् लशकु तद्धते अनेन नकारस्य लोपः भवति, इ अवशिष्यते, वदत् योग इ वदति भवति. इदानीं नुमागमस्य विचारः करणीयं, तद् अत्र अङ्गद्वयं वाचते इति ध्येयं. शत् अत् शत्रु इति अत् अवशिष्यते, निमत्तीकृत्य अङ्गं वद, अपि च ङीप् निमत्तीकृत्य वदत्. वद इति शप् शन् प्रत्ययोः, अत्र शप् प्रत्ययस्य अवर्णान्तम् अङ्गं वद् योग अवद. वदत् इति शत्रन्तम् अ अङ्गं वद योग अत् वदत्. अधुना नदी प्रत्यय ङीप् परे अस्ति, अतः शप् शन् प्रत्ययोः अवर्णात् अङ्गात् वद इत्यस्मात् शत्रान्त अङ्गस्य वदत् इत्यस्य नित्य नुम् आगमं भवति. इदानीं पुनः वदत् इति यदि वयम् आप्नुमः, तस्य त्रयभागः कथं तेषां पुनः भागं कृत्वा किं कार्यं भवति इति प्रदर्शितुम् इच्छति महोदय. अत्र शत्रुप्रत्ययः अस्ति, अत्र तस्य निमित्तीकृत्यं ङी प्रत्यय योजयामः. सो वदत् इति भवति, वद इति अस्ति शप् शन् प्रत्ययो योजनेन. सो वदत् तस्मिन् वद भागः अस्ति, तत्र आगच्छति वद् योग शप् वा शन् प्रत्यय यदि आनीयामः तत्र आगच्छति. सो वद इति आगच्छति, वद वदत् इति अस्ति शत्रन्त अङ्गं वदत्. अधुना नदी प्रत्यय तस्य ङीप् वयं स्वीकुर्मः, ङीप् अनुबन्धालोपान्तरम् इ अवशिष्यते, सो वदति इति अस्ति. किन्तु यदि शप् शन् प्रत्ययो अस्ति, तत्र नुमागमनित्यम् अस्ति, सो वदन्ति इति भवति. सो नुमागमस्य कृते शप् शन् यदि अस्ति, तत्र नुमागमनित्यम् अस्ति. सो यदि वदत् इति प्रातिपदिकेभ्यः शप् शन् योजित्वा यः अङ्गं भवति अदन्तम् अङ्गं, तस्य अनन्तरं नुमागम आगच्छति मिदिचो अन्त्यान्तपरति सूत्रेण. नुम् आगमः शत्राङ्गस्य आगमः, यस्य आगमः अस्ति सः आगमः कदाचित् तस्मात् पूर्वम् आयाति, कदाचित् तस्य अनन्तरम् आयाति, कदाचित् तस्य मध्ये एव आयाति. नुम् मित् अस्ति, अतः मिदिचो अन्त्यान्तपरः इत्यनेन शत्रान्तङ्गस्य मध्ये एव आयाति. यस्य शत्रान्तङ्गस्य अच् वर्णेषु अन्त्यात् परः आयाति नाम वद इत्यस्य दकारोत्तरवती अकारस्य अनन्तरम्. भगिनी, मध्यचो अन्त्यान्तपर नुम् आगम यत्र अस्ति, यथा अत्र दत्तमस्ति अच्युवर्णस्य अनन्तरम् आगच्छति, तत्र शत्रान्तङ्गस्य मध्ये भवति शत्रान्तङ्गस्य. तदेव अहमपि उक्तवती, शतुः इति षष्टिविभक्तिनिर्देश इति कृत्वा अत् इत्यस्य मध्ये मया प्रथम यत् वाक्यमस्ति नुम् आगम शत्रान्तङ्गस्य आगमः, सो अत्र मया यत् पृष्टं भवत्याम् आगमकस्य भवति आगमशत्रान्तङ्गस्य भवति इति न शतुः इति अत्र सूत्रे तु शतुः इति उक्तमासीत् खलु तदेव यः यस्य आगमः अस्ति सः आगमः कदाचित् तस्मात् पूर्वम् आयाति तस्यात् अनन्तरं कथं तत्र अन्य उदाहरणमस्ति न तु शत्रान्तङ्गस्य न अहं न अवगच्छामि भवत्याः आं कस्य आगमः सर्वे आगमः तु तानिनः आगमः वर्तन्ते इत्युक्ते कित् आगमः वा टित् आगमः वा यत्किमपि आगमः यासित् आगमः तु टित् आगमः अस्ति तर्हि तादृश टित् आगमः आद्यन्तौ टकितौ इत्यनेन यत् स्थानी सूत्रम् सूत्रे उक्तमस्ति तस्य पूर्वम् आयाति तर्हि आगमाः सर्वे तु कस्यपि स्थानिनः पूर्वं वा स्थानिनः परं वा स्थानिनः अन्तिम अचुवर्णात् परं वा आयान्ति अत्र इति कृत् इति सामान्यवाक्यमस्ति आगमः प्रति कुत्र आगच्छति यस्य आगमः अस्ति सः आगमः कदाचित् तस्मात् पूर्वं कदाचित् तस्यात् अनन्तरं तस्मात् सूत्राणि सन्ति खलु आद्यन्तौ सूत्रद्वयं वर्तन्ते तस्य कृते आद्यन्तौ परिभाषासूत्राणि श्रावण्य भगिनी वदति अत्र विवरं कृतं यस्य आगमः आगच्छति तद् कदाचित् पूर्वम् आगच्छति कदाचित् अनन्तरम् आगच्छति परन्तु अत्र मिदचोन्त्यात् परः इत्यनेन तदेव अस्माभिः पूर्वं तदेव चर्चितमासीत् भगिनि तद् यत्र यस्य पूर्वं परम् इति उक्तमस्ति तत्तु आद्यन्तौ टकितौ इति सूत्रेण अनन्तरं मित् आगमः मध्ये यत् आगच्छति तत्तु मिदचोन्त्यात् परः इति सूत्रेण द्वयमेव वर्तते तस्य कृते मध्ये इति लिखितमिति भ्रमात्मकं भवति तत्र अस्तु वद् योग नुङ् योग त योग इ अनुबन्धा लोपे हल्यन्तम् उपदेशे नानसिक नुम् तत्र मकार मकारस्य हलन्त्यम् अनेन गच्छति उकारस्य उपदेशे जनुनासिक न एव अवशिष्यते वद योग न योग त योग इ झलि अस्ति अत्र नष्टापदान्त झलि इत्यनेन नकारस्य स्थाने अनुस्वार आदेशः भवति वद योग अनुस्वर योग त योग इ त ययि अस्ति अतः अनुस्वारस्य यै परसवनत्यनेन अनुस्वारस्य स्थाने नकार आदेशो भवति वद योग न योग स योग इ वर्णमेलने वदन्ति इति भवति अतः पुनः यदा वयं वदत् इति प्रातिपदकं दृष्टवन्तः तस्य वद इति भाग तस्य अनन्तरं नुम् आगच्छति कारणक् अकार अचवनस्य अनन्तरं नुम् आगच्छति नुम् इति अनुबन्धालोपान्तरं नकार अवशिष्यते सो नद्योग न योग सकारयोग इ तद् नश्चापदान्त झलि सकार नश्चापद झलि प्रत्याहारे अस्ति तदनन्तरं नकारस्य अनुस्वारः भवति अपदान्त अङ्गस्य अनुस्वारः भवति वद वदं योगत्तकारयोग इ इदानीं तकार यै प्रत्याहारे अस्ति तस्य प्रभावेन अनुस्वारस्य नकार पुनः आगच्छति सो वद योग नकारयोगत्तकारयोग इ वदन्ति इति निष्पन्नं भवति अस्तु भगिनि स्त्री प्रातिपदिकं त्रिदादिगणे अदादिगणे गणस्य अष्टादशसु आकारान्तधातुषु च त्रिदादिगणे अदादिगणस्य चतुर्दश चतुर्दश आकारान्तधातुषु च शत्रन्तप्रातिपदिके नुमागमः वैकल्पिकः तुद् योगः अयोगः अत् तुदत् इति पुंसि नपुंसके च शत्रन्तं प्रातिपदिकं प्रक्रिया यथा पूर्वोक्तं तुदत् उगितश्च इत्यनेन उगित् प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङी प्रत्ययः भवति तुदति इति. आचीनद्योर्णुम् इत्यनेन तुदादिगणे विकल्पेन नुमागमः. तुदति तुदन्ति इति स्त्रियां शत्रन्तं प्रातिपदिकम्. अत्र तुदादिगणे अदादिगणे गणस्य चतुर्दशसु आकारान्तषु नुमागमः वैकल्पिकः शत्रान्त प्रातिपदिके. तुदत् इति पुंसि नपुंसकलिङ्गे शत्रान्तप्रातिपदिकं कथम् आयाति इति प्रक्रिया पूर्वे एव दृष्टं. तुदत् तु स्त्रियां उगितश्च इत्यनेन उगित् प्रातिपदिकेभ्यः स्त्रियां ङी प्रत्ययः भवति तुदति इति. आचीनद्योर्णुम् इत्यनेन तुदादिगणे विकल्पेन नुमागमः भवति. तत्तु तुदति तुदन्ति नुमागमः आगच्छति. तथैव चत्रन्तं प्रातिपदिकं तुदादौ तुद्धातुः तुदति तुदत्यौ तुदत्यः तुदन्ति तुदत्यौ तुदत्यः द्वे रूपं रूपाणि सन्ति. अस्तु. अदादिगणे चतुर्दश आकारान्तधातवः सन्ति. आचीनद्योर्णुम् इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति. नाम तत्रापि शत्रन्तं शत्रन्तप्रसङ्गे स्त्रीत्वविवक्षायां नुम् आगमः विकल्पेन भवति. कारणम् इदं यत् येषां धातूनाम् अवर्णान्तम् अङ्गम् अस्ति. परन्तु इदम् अङ्गं शबन्तं शनन्तं नास्ति च नास्ति. धातवः एते या वा भा श्ना श्रा द्रा प्सा पारा ला दाख्या पा प्रा मा अदादौ या धातुः याति यात्यौ यात्यः यान्ति यान्त्यौ यान्त्यः इति चतुर्दश आकारः यादादिगणे आकारधातवः सन्ति. तत्तु आचीनद्योर्णुम् इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. नाम तत्रापि शत्रन्त अस्ति चेत् नुमागमः विकल्पेन आगच्छति, विकल्पेन भवति. हा, कारणम् इदं यत् तेषां धातूनाम् अवर्णान्तम् अङ्गम् अस्ति. अवर्णः नास्ति, अवर्णात् त्यक्त्वा कोऽपि अस्ति. तथैव अवर्णः इत्युक्ते अकारः आकारः द्वयोः अपि ग्रहणम् अस्ति. अकारः आकारः आकारः अस्ति न अकारः आकारः द्वयोः अपि ग्रहणम् अवर्णः इत्युक्ते. तर्हि आचीनद्योर्णं किं वदति इत्युक्ते अवर्णात् इति उक्तमस्ति. आत् इति उक्तमस्ति इत्युक्ते रामः रामात् तथा आत् अवर्णात्. तर्हि सत्व अकारः वा दीर्घ, किन्तु किम् इत्युक्ते अस्माकं किमस्ति अवर्णान्तं. तर्हि यत्र अदादिगणे अस्ति तत्र तु अवर्णान्तम् अङ्गं ये सन्ति इत्युक्ते तुदादिगणे तु विकरणप्रत्ययः नास्ति इति कृत्वा यत्किमपि धातु अवर्णान्तं अवर्णान्तधातुः अस्ति तेषां तु नुमागमः विकल्पेन भवति अनेनैव सूत्रेण आशीनद्योर्मम् इति सूत्रेण द्वे अपि कोऽपि अवर्णः इत्युक्ते ह्रस्वकारः आकारः प्लुत आकारः अनुदातो उदाहरतः सर्वेषामपि ग्रहणं किन्तु धातोः तु वयं ह्रस्वकारः दीर्घाकारः इति द्विविधमेव पश्यामः खलु पठामि अग्रे प्रायः पुनः लक्ष्मी भगिनी पठति किं भगिनि अत्र आच्छिनद्योर्णं सूत्रमस्ति सप्तमाध्यायस्य प्रथमपादस्य अशीतितमं सूत्रमस्ति अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुमागमः भवति शीप्रत्यये च नदीप्रत्यये परे इत्युक्ते अनेन सूत्रेण अत्र निमित्तं किम् इत्युक्ते भगिनि एक नदीप्रत्ययः किं तिष्ठति नदीप्रसंज्ञकाः तस्य कृते सूत्रद्वयं वर्तते नीप् नीप् नीन् इति ई अन्ते ये सन्ति ये विदधाति ते प्रत्ययः तु विदधति ते प्रत्ययः तु नदीप्रत्ययः सन्ति अनन्तरं पुनः टाप् चाप् डाप् इति आकारः विदधाति तदपि नदीप्रत्ययः अस्ति अनन्तरं तत्तु नित्यम् अस्ति तेषां तु नदीसंज्ञा नित्यम् अस्ति 1-4 इति 1 प्रथम अध्यायस्य चतुर्थभागस्य तृतीयसूत्रमस्ति अनेन दीर्घ ईकारान्त ऊकारान्तशब्दानां तु नदीसंज्ञा भवति इति तर्हि यथा नदी गति अनन्तरं वधु अस्ति तादृशम् अनन्तरं द्वितीयं सूत्रमस्ति 1-4-6 इति प्रथम अध्यायस्य चतुर्थपादस्य षष्टमसूत्रमस्ति तेन ह्रस्व इकारः वा उकारः वा अस्ति चेत् तस्य तु विकल्पेन नदीसंज्ञा भवति तर्हि सूत्रद्वयम् अनेन नदीसंज्ञा प्राप्नुवन्ति तर्हि सर्वे शत्रन्तस्त्रीलिङ्ग यत्र नीप् प्रत्ययः आयाति ते तु नदीसंज्ञकाः नीप् अस्ति इति कृत्वा नदीसंज्ञकाः अस्तु भगिनि इत्युक्ते प्रथमाध्याये एव अत्र संज्ञासूत्राणि सन्ति तदर्थं तत्र द्रष्टव्यम् अस्तु इत्यनेन ईकारान्त ऊकारान्त प्रत्ययानां इत्युक्ते नीप् नीप् नीन् अनन्तरं नीश् नीन् अनन्तरं टाप् चाप् डाप् इति अनन्तरम् ऊकारान्ताः अपि यथा वधु धेनु इति अस्ति खलु तथा धेनुः क्षम्यतां वधु अनन्तरं किम् अस्ति अन्यत् उदाहरणम् ऊकारान्तानां कृते तत् एतत् किमपि भवतु तर्हि तेषामपि ऊकारान्तदातवः ये सन्ति तेषां तु नदी संज्ञा भवति अनन्तरं 1-4-6 अनेन ह्रस्व इकारान्त उकारान्तानां विकल्पेन नदीसंज्ञा भवति मध्ये 1-4-6 अस्य आदौ का संख्या अस्ति 1-4 न श्रूयते भगिनि पुनः वदति द्वे सूत्रे भवती उक्तवती एकं 1-4-6 स्त्रीपत्यायां यत्र ह्रस्ववर्णः आगच्छति ह्रस्वस्वरः आगच्छति तस्य आदौ किम् अस्ति सूत्रम् 1-4-3 अस्ति अनन्तरं 1-4-6 अस्ति अन्यत् अपि अन्ये अपि सूत्राणि सन्ति किन्तु अधुना वयं न पश्यामः अस्तु अत्र आच्छिनद्योर्णं किं वदति इत्युक्ते अत्र अवर्णान्त अङ्गम् अस्ति वा इति द्रष्टव्यम् अनन्तरं शत्रन्ताङ्गम् अपि भवेत् तत्र नदीप्रत्ययः अथवा शीप्रत्ययः अत्र शीप्रत्ययस्य विषये किमपि न उक्तमस्ति केवलं नदीप्रत्ययस्य विषये किमर्थं चेत् तत्र नीप्रत्ययः इति योजयामः. अतः अत्र नुमागमः भवति, किन्तु विकल्पेन भवति अनेन सूत्रेण. अत्र अनुवृत्तिसहितसूत्रम् आत् आत् इत्युक्ते यथा भवती उक्तवती अष्टादश अकाराणां प्रतिनिधिः आत्. अत्र अङ्गात् आत् अङ्गात् चतुः षष्ठ्यन्तं रूपं वा इति वदामश्चेत् विकल्पेन भवति नुम् प्रथमान्तं रूपम् इत्युक्ते नुम् आगमः शीनद्योः इति द्विवचनं सप्तम्यन्तं शीनद्योः आतङ्गात् शतुः नुं वा. अस्तु, ध्येयं यत् आच्छीनद्योर्नुम् इति सप्तमाध्यायस्य प्रथमोपादस्य सेक्तमसूत्रम् आच्छीनद्योर्नुं सामान्यशास्त्रं सेप् शनोर्नित्यम् इति सप्तमाध्यायस्य प्रथमपादस्य एकाशीतितमं सूत्रमस्ति इति विशेषशास्त्रम्. अच्छिनद्योर्नुम् इत्यनेन शत्रन्ताङ्गस्य अवर्णात् अङ्गात् विकल्पेन नुमागमः भवति. भुवादिगणे दिवादिगणे चुरादिगणे च शत्रन्ताङ्गस्य अवर्णान्तम् अङ्गं भवति. अत्र भूधातोः रूपं भव, अत्र भुवादिगणे भव इति अङ्गमस्ति, अकारान्ताङ्गम् अदन्ताङ्गम् इति वक्तुं शक्नुमः. दीव्य इति दिवादिगणे तत्रापि अकारान्ताङ्गं, चोरय तत्रापि चुरादिगणे अदन्ताङ्गमस्ति, अवर्णान्त अङ्गमस्ति अवर्णान्तात् अङ्गात्. अतः आच्छीनद्योर्नुम् इति इत्यनेन येषु त्रिषु गणेषु अपि नुमागमः वैकल्पिकः भवति स्म. वयं तु स्त्रियः सन्ति खलु, तर्हि स्मः खलु, तर्हि सर्वदा तु मम मनसि यदा वयं शत्रुप्रत्ययं मम यदा किमपि वक्तुम् इच्छामि शत्रुप्रत्ययं योजयित्वा, तर्हि मम मनसि तु शङ्का जायते नुमागमः भवति वा, नकारः वक्तव्यं वा न वक्तव्यम्. अधुना तु किञ्चित् प्रायः तादृशजाटिल्यं नास्ति, ऊहा कर्तुं शक्यते खलु. यदि धातुः कः कस्मिन् गणे इति ऊहा क्रियते चेत् अनन्तरं नुमागमस्य तु विषयः अधुना सारल्यं भवति खलु. भ्वादौ तुदादौ क्षम्यतां, भ्वादौ दिवादौ चुरादौ नित्यं, तुदादौ अनन्तरं अदादौ कानिचन दातवः सन्ति आकारान्तदातवः, तेषां तु नुमागमः विकल्पेन भवति तुदादौ अदादिगणे च इति अवगच्छामः. इत्युक्ते अत्र अत्र यद्यपि एतेषु त्रिषु गणेषु अवर्णान्त अङ्गमस्ति इति कारणतः विकल्पेन नुमागमः भवितुम् अर्हति स्म, किन्तु अत्र शप् शन् इति निकटप्रत्यय द्वौ अस्ति इति कारणतः शप् शनोर् नित्यम् इत्यनेन विकल्पेन न भवति, किन्तु नित्यं भवति. नियमसूत्रम् इति चिन्तयामि खलु, नियमयति इति कृत्वा तदा शप् शनोर् नित्यम् आगत्य वदति यत् न एषु गणेषु शप् शन् इति निकटप्रत्ययौ भवतः, अतः नुमागमः नित्यः न तु वैकल्पिकः. अस्तु अग्रे पठामि वा? अस्तु, अत्र स्त्रीप्रातिपदिकम् अवशिष्टगणेषु नुमागमः नैव भवति, इत्युक्ते अवशिष्टगणेषु नुमागमः न भवति. षट्सु गणेषु अङ्गमदन्तं नास्ति, अतः नुमागमस्य किमपि विधायकसूत्रं नास्ति. तदर्थं स्त्रीत्वविवक्षायां केवलं निप्रत्ययः संयुज्यते तावदेव. इत्युक्ते अन्येषु गणेषु इत्युक्ते भ्वादिगणः द्विवादिगणः चुरादिगणः अपि च अदादिगणे केचन धातवः अवर्णान्त अदन्त अवर्णान्तधातवः धातवः सन्ति. एतान् धातून् त्यक्त्वा अन्येषु गणेषु अदन्ताङ्गं नास्ति, अनदन्ताङ्गम् अस्ति इति कारणतः नुमागमविधायकसूत्रमपि नास्ति इति कृत्वा केवलं निप्रत्ययं योजयामः, नुमागमः न भवति. यथा अत्र चिनु इति धातुः अस्ति, चिनुयोगः अत् अत्र चिनुयोगः अत्ययोगः इ अत्र चिनु इत्यस्मिन् अत्र अदन्ताङ्गं नास्ति, उकारान्ताङ्गम् अस्ति इति कारणतः अत्र नुमागमः न भवति. अतः आच्छिनद्योर्नुम् इत्यस्य प्रसक्तिरेव नास्ति. अपि च शप्शन् शप्शनोर्नित्यम् इत्यस्य प्रसक्तिः अपि नास्ति. धन्यवादः भगिनि, सरला भगिनि. अदादौ अस् धातौ सति सत्यौ सत्यः, जुहात्यधिगणे दा धातु ददति ददत्यौ ददत्य, स्वादौ चि धातु चिन्वति चिन्वत्यौ चिन्वत्यः, तनादौ तन् धातुः तन्वति तन्वत्यौ तन्वत्य, क्रियादौ क्री धातु क्रीणति क्रीणत्यौ क्रीणत्य, रुदादौ रुद् धातु रुदन्ति रुदन्त्यौ रुदन्त्य. जुहात्यादिगणेशनाभ्यस्तयोरात् इत्यनेन रुन्धति भगिनी, रुन्धति नाट् रुदन्ति, रुन्धति रुन्धति रुदन्ति क्षम्यतां, रुन्धति रुन्धत्यो रुन्धत्य. जुहोत्यादिगणेशनाभ्यस्तयोरात् इत्यनेन आकारस्य लोपः, अत अङ्गं हलन्तम् अस्ति न तु अदन्तं, ददा योग अत् दद् योग अत् ददत् दद् इति अङ्गम्, अतः अत्र अत्रापि आच्छीनद्यो नुम् इत्यस्य प्रसक्ति नास्ति. इदानीम् अन्यगणाः द्वादि भ्वादि द्वादि चो चुरादि तुदादिगणे अस्ति अपि अदादिगणस्य आकारान्त धातव तस्य विहाय तेषां विहाय यदि अन्यगणः अस्ति तस्य तन्मागमनं भवति, तस्य के कानि रूपाणि सन्ति तस्य तत्र उदाहरणानि सन्ति. अदादौ अस् धातु अस्ति, अस् धातु तत्र श्नासभ्य लोप इति सूत्रेण आकारस्य लोपः भवति, सकार इति सप्रति अङ्गम् आगच्छति शत्रु योजनेन, तस्य नी प्रत्यय यदि योजयामश्चरणे सति इति प्रातिपदिकं भवति, तस्य त्रिवचनेषु सति सत्यौ सत्य. जुहात्यधिगणे दा धातु अस्ति, श्नाभ्यस्तयोरात् इति सूत्रेण दा इति ददा इति यदि आगच्छति तस्य आकारात् तस्य लोपः भवति, ददत् इति अङ्गम् आगच्छति, तदनन्तरं ददत् इति भवति पुनः हलन्तम् अस्ति अदन्तम् नास्ति तत्र अपि आच्छिन्नद्योनुम् इति प्रसक्तिः न भवति ददति इति. तत्र मम चिन्तनम् आसीत् अन्यत् सूत्रमस्ति नाभ्यस्तात् चतुः इति सूत्रमस्ति, अनेन सूत्रेण जुहोत्यादिगणे नुमागमः निषिद्धम् इति मम मतिः आसीत्, किन्तु महोदयम् अहम् ई पुत्रं रूपेण प्रेषितवती. अस्तु, किन्तु ददत् इति वयं पश्यामः तत्र कालः अस्ति न ददत् तत्र किं भगिनि ददत् ददति इति भवति खलु, ददति अङ्गम् अस्ति अत् इति शत्रन्तरूपम् अस्ति. अस्तु, चिनु चि धातु तत्र चिनु इति अङ्गम् अस्ति, तत्र हुष्णु धातु इत्यनेन वकारः आगच्छति, चिन्व इति भवति, चिन्वत् रूपम् आगच्छति चिन्वति, तत्र अपि उकार अस्ति अदन्ताङ्गं नास्ति तत्र आच्छीनद्योनुम तस्य प्रसृतिः नास्ति, सो चिन्वति चिन्वत्यो चिन्वत्य इति भवति, तन् धातु इति तनादिगणे तन्नु इति भवति, तत्र अपि तन्नु उदयानसन्धिः भूत्वा तन्नव तन्व इति भवति, तत्र योग अत् इति तन्वति तन्वति भवति तन्वति तन्वत्यौ तन्वत्य भवति क्री धातु तत्र श्ना इति प्रत्य मध्यम् आगच्छति तो क्री क्रीणा इति भवति तत्र क्रीणा योग अत् तत्र अपि आत् इति शिनाभ्यस्य रो आत् इति आकारस्य लोपः भवति सो क्रीणति भवति क्रीणति क्रीणत्यो क्रीणत्य रुधादि वयं जानीमः रुदन् तत् नकारमध्ये आगच्छति रुन्धति इति भवति रुन्ध तद् हलन्त धातु अस्ति सो रुन्धति रुन्धत्यो रुन्धत्य इति भवति सो सर्वे चिन्तनं समक्त समक्त्या कर्तव्यं किमर्थं सूत्रदृष्ट्या स्त्रीत्वविवक्षायां भ्वादौ द्वादौ चुरादौ चर्मुमागमनित्यः तुदादौ चतुर्दशसु अदादिगणस्तेषु आकारान्तधातुषु नुम् आगमवैकल्पिकः अपि च अविशिष्टेषु षट्सु गुणेषु नुम् आगमस्य प्रसक्तिः नास्ति इति शत्रान्ता प्रातिपदिकं निर्माणसमाप्तम् आहत्य इति कुत्र निमागमः अस्ति कुत्र निमागमः नास्ति स्त्री लिङ्गे इति अस्ति भ्वादौ द्वादौ चुरादौ निमागमः नित्यं भवति तुदादौ अपि चतुर्दशसु अदादिगणेषु धातुषु आकारान्तधातुषु निमागमः वैकल्पिक अस्ति अन अवशिष्टेषु यथा अदादि अदादिगणे आकारान्तविहाय जुहातदिगणे स्वादि इतनादौ क्रियादौ तृधादौ गुणौ तेषाम् अनुमागम नितरां न भवति. अस्तु भगिनि, समाप्तः खलु विषयः. सम्यक् अवगच्छामि भवत्याः प्रश्नः. लट्लकारे ददाति. अस्तु अस्तु, अत्र श्नाभ्यस्य रातः इत्यनेन दत्तः इति. अस्तु अस्तु भगिनि, दद्मः दद्वः इति. अभवत् खलु प्रश्नः. स्थगयामः. किं प्रश्नः अस्ति अस्मिन् नास्ति चेत् स्थगयामः. भगिनि धन्यवादः. श्नाभ्यस्तोरातः इति सूत्रमस्ति, तस्य प्रसक्तिः अत्र किमर्थम्? अत्र जुहोत्यादिगणे द्वित्वं भूत्वा ददा इति भवति, तदा योगः अत् अत्र ददा इत्यस्मात् अकारलोपः भवति वा? दत् इति भवति. आं सत्यं, तथा एव श्नाभ्यस्य राहतः इति श्ना इति अत्र आगच्छति, क्रीणाति इति अस्ति खलु, क्री योगः ना इति अस्ति, अत्र तु अकारान्तम् अङ्गम् अस्ति, तर्हि आचीर्णद्योर्णुम् इत्यस्य प्रसक्तिः स्यात्. किन्तु किं भवति इत्युक्ते अत्र श्नाभ्यस्योराता इति सूत्रमागत्य तत्र तु आकारस्य लोपः भवति. तत्र गण अस्ति न तत्र अङ्गम् अस्ति इति कृत्वा आकारस्य लोपः भवति, श्नाङ्गस्य आकारस्य लोपः भवति. अभ्युस्त अङ्गस्य अपि तथा एव कार्यम्, श्ना अङ्गस्य अभ्यस्तङ्गस्य अपि द्वयोः अपि जुहोत्योदिगणे क्रयादिगणे उभयत्र श्नाभ्यस्त्योरातः इत्यनेन. अस्तु, इत्युक्ते आहत्य संक्षिप्तरूपेण वदामश्चेत् पुंसि अत्र यथा भवती उक्तवती पञ्चसु स्थलेषु नुमागमः भवति, इत्युक्ते द्वितीयविभक्तिवचनं सुप्रत्ययस्य योजन अनन्तरं पुल्लिङ्गे. आम्, अनन्तरं नपुंसकलिङ्गे तु बहुवचने प्रथमाविभक्त्यां द्वितीयाविभक्त्याम् आगच्छति. स्त्रीलिङ्गे प्रातिपदिके भवति गणम् अधिकृत्य. गणमाधारीकृत्य प्रातिपदिके एव भवति, किन्तु कुत्र नित्यं भवति, कुत्र विकल्पेन भवति, कुत्र न भवति इति अत्र अन्तिमपरिच्छेदे उक्तमस्ति. एकवारम् आगच्छति चेत् पूर्णतया आगच्छति खलु, गच्छन्ति गच्छन्त्यां सर्वत्र आयाति. प्रातिपदिके अस्ति कृत्वा गच्छन्ति इति अस्ति चेत् गच्छन्ति गच्छन्त्यौ गच्छन्त्यः गच्छन् गच्छन्तीं गच्छन्त्यौ सर्वत्र तु भवति एव. विकल्पेन भवति चेत् तदपि विकल्पेन पूर्णतया मध्ये अपि दृश्यते. भगिनि महोदय शून्य शी शी उक्तवान् किं किं भगिनि शून्य शी शी स उक्तवान् नपुंसकलिङ्गे शून्य शून्य शी शी किम् इत्युक्ते शी शी नपुंसकलिङ्गे शी सर्वनामस्थानम् इति सूत्रमस्ति. अनेन अनेन बहुवचने शी शी इति आगच्छति. अस्तु शून्य सी सी उक्तवान् शून्य शून्य सी भवति न न शून्य शी इति ह्रस्व शी इति मन्ये मध्यमपुर द्विवचने अनन्तरं बहुवचने शी इति स्यात् दीर्घशी. तत्र दीर्घशी यत् अस्ति तदेव सर्वनामस्थानं प्राप्नोति. अस्तु अस्तु वार वारिणी वारिणी इति वारिणी इति क्षम्यता मध्ये तु शी अस्ति अनन्तरं बहुवचने शी इति ह्रस्वैकारः अस्ति. शी सर्वनामस्थाने इत्यनेन शिव सर्वनामस्थानम् इत्यनेन यत् बहुवचने ह्रस्व इकार शि अस्ति इकारः अस्ति तस्य एव सर्वनामस्थानसंज्ञा भवति. धन्यवादः. धन्यवादः. शुभरात्रिः. शुभरात्रिः.